पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 49 युधिष्ठिर उवाच वैशाख शुक्लपक्षे तु किन्नामैकादशी भवेद् किं फलं को विधिस्तत्र कथयस्व जनार्दन श्रीकृष्ण उवाच इदमेव पुरा पृष्ठं रामचन्द्रेण धीमता वसिष्ठं प्रति राजेन्द्र यत्त्वं मामनुपृच्छसि राम उवाच भगवन् श्रोतुमिच्छामि प्रधानमुत्तमं व्रतं सर्वपापक्षयकरं सर्वदुःखनिकृन्दनं मया दुःखानि भुक्तानि सीता विरहजानि तु ततोऽहं भयभीतोऽस्मि पृच्छामि त्वां महामुने वसिष्ठ उवाच साधु पृष्ठं त्वया राम तवैषा नैष्टिकी मदिः त्वन्नामग्रहणे नैव पूदो भवति मानवः तथापि कथयिष्यामि लोकानां हितकाम्यया पवित्रं पावनानां च व्रतानामुत्तमं व्रतं वैशाखस्य सिते पक्षे रामचैकादशी भवेद् मोहिनी नाम सा प्रोक्ता सर्वपापहरा पराः मोहजालात् प्रमुच्यन्ते पादकानां समूहतः अस्यां व्रतप्रभावेन सत्यं सत्यं वदाम्यहम् अध कारणदो राम कर्तव्यैषा भवादृशैः पादकानां क्षयकरी महादुःखविनाशिनी शृणुष्वैगमना रामकथां पापहरां परां यस्या श्रवणमात्रेण महापापं प्रणश्यति सरस्वत्यास्तडे रम्ये पुरी भद्रावती शुभा द्युदिमान्नाम नृपदिस्तत्र राज्यं करोति वै चन्द्रवंशोद्भवो नाम धृतिमान् सत्यसङ्करः तत्र वैश्यो निवसति धनधान्यसमृद्धिमान् धनपाल इति ख्यातपुण्य कर्मप्रवर्तकः प्रपाकूपमठाराम तडागगृहकारकः विष्णुभक्तिरदशान्तस्तस्यासन् पञ्चपुत्रकाः सुमना द्युतिमांश्चैव मेधावी सुकृतस्तथा पञ्चमो दृष्टबुद्धिश्च महापापरतः सदा परस्त्रीसङ्गनिरतो विडगोष्ठी विशारदः द्यूतादिव्यसनासक्तः परस्त्रीरदिलालसः न च देवार्चने बुद्धिर्न पितृन्न द्विजान् प्रति अन्यायवर्ति दुष्टात्मा पितुर्द्रव्यक्षयङ्करः अभक्ष्यभक्षकः पापी सुरापाने रतः सदा वेश्या कण्ठे क्षिप्तबाहु भ्रमन् दुष्टश्च दुष्पथे पित्रा निष्कासितो गेहात् परित्यक्तश्च बान्धवैः स्वदेहभूषणान्येव क्षयं नीतानि तेन वै गणिकाभिः परित्यक्तो निन्दितश्च धनक्षयाद ततश्चिन्तापरो जादो वस्त्रहीनः क्षुधार्दितः किं करोमि क्व गच्छामि केनोपायेन जीव्यते तत्करत्वं समारब्धं तत्रैव नगरे पितुः गृहीतो राजपुरुषैर्मुक्तश्च पितृगौरवाद पुनर्बद्धः पुनस्त्यक्तः पुनर्बद्धः ससम्भ्रमैः दृष्टबुद्धिर्दुराचारो निबध्य निगडैर्दृढैः कशाखातैस्ताडितश्च पीडितश्च पुनः पुनः नष्टादव्यं हि मम दात्मां त्वया मद्देशगोचरे एवमुक्त्वा ततो राज्ञा मोचितो दृढबन्धनाद निर्जगामभयात्तस्य गतोऽसौ गहनं वनम् क्षुत्रुषा पीडितश्चायमिदश्चेतश्च धावति सिंहवन् निजखानासौ मृगशूकरचित्रलान् आमिषाहारनिरतो वने तिष्ठति सर्वदा करे शरासनं कृत्वा निशङ्गं पृष्टसङ्गतम् अरण्यचारिणो हन्ति पक्षिणश्च पदाचरन् चकोरांश्च मयूरांश्च कङ्गतित्तिरमूषिकान् एतानन्यान् हिनस्त्यन्धो दृष्टबुद्धिस्तु निर्घृणः पूर्वजन्मकृतैः पापैर्निमग्नपापकर्दमे दुःखशोकसमाविष्टपीड्यमानो दिवानिश्यं कौण्डिन्यस्याश्रमपदं प्राप्तपुण्यागमात् क्वचिद् माधवे मासि जाह्नव्यात् कृतस्नानं तपोधनम् आससाद दृष्टबुद्धिशोकभारेण पीडितः तद्वस्त्रबिन्दुस्पर्शेन गदपापो गदाशुभः कौण्डिन्यस्याग्रतस्थित्वा प्रत्युवाच कृताञ्जलि दृष्टबुद्धिरुवाच भो भो ब्रह्मन् द्विजश्रेष्ठदयां कृत्वा ममोपरि येन पुण्यप्रभावेन मुक्तिर्भवति तद्वद कौण्डिन्य उवाच शृणुष्वैकमना भूत्वा येन पापक्षयस्तव वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता एकादशी व्रतं तस्याः कुरु मद्वाक्यनोदितः मेरुतुल्यानि पापानि क्षयं गच्छन्ति देहिनां बहुजन्मार्जितान्येषा मोहिनी समुपोषिता इति वाक्यं मुने श्रुत्वा दृष्टबुद्धिप्रसन्नधीः व्रतं चकारविधिवत् कौण्डिन्यस्योपदेशतः कृते व्रते नृपश्रेष्ठ गतपापो बभूवसः दिव्यदेहस्ततो भूत्वा गरुडोपरि संस्थितः जगामवैष्णवं लोकं सर्वोपद्रववर्जितम् इदीदृशं रामचन्द्र उत्तमं मोहिनी व्रतं नाथपरतरं किञ्चित्त्रैलोक्ये सचराचरे यज्ञादितीर्थदानानि कलां नार्हन्ति षोडशीं पठनाश्रवणाद्राजन् गोसहस्रफलं लभेद इति श्रीपात्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुत्तरखण्डे उमापदिनारदसंवादे वैशाखशुक्ले मोहन्येकादशी नाम एकोनपञ्चाशत्तमोऽध्यायः ॐ